ॐ श्री सरस्वत्यै नमः, ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमं नायान्मधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाचकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः भगिनि। धन्यवादः। ओके, इदानीम् अद्यतनवर्गस्य किमपि प्रश्नाः सन्ति वा? अभ्यासविषये, गृहकार्यविषये? सर्वे कृतवन्तः अथवा केवलं प्राप्तवन्तः? न, उत्तरं नास्ति इत्युक्ते किमपि कोऽपि न कृतवन्तः। भगिनि, अहं कृतवान्। ओके, किमपि कष्टम् अनुभूतवान्? क्लेशं नास्ति, क्लेशं नास्ति, न सरलमस्ति, न सरलमेव। मया आवली अपि प्रेषितमस्ति गृहकार्यविषये, सर्वेषाम् अनुकूलं भवति इति प्रेषितमस्ति। उत्तरं न प्रेषितवान्? न, उत्तरं तु न प्रेषितवान्। न प्रेषितवान्? न न, उत्तरं न प्रेषितवान्। उत्तरं न प्रेषितवान्। ओके, सम्यक्। केवलम् आवली एव प्रेषितवान्। सर्वे प्राप्नुवन्तः इति भावयामि। हा, इति अहमपि भावयामि। पश्यामः। नमस्ते महोदय, ऐ डिड् नाट् गेट्, मया न प्राप्तम्। न न न, ईमेल् गूगल् मध्ये अपि प्रेषितवान्। अत्र अधः अटाच्मेण्ट् अस्ति, तत् उद्घाटनीयम्। इन्योर् ईमेल् भगिनि, इन्योर् ईमेल्? न, नाट् मैन्, सुब्रह्मण्यं महोदयस्य ईमेल्। एकनिमिषं, हा, अहं पश्यामि अत्र अस्ति वा। subbunitin@gmail.com पश्यन्तु, अत्र मान्ये प्रेषितवती ध्वनिमुद्रिका जलपुटमध्ये यत् योजनमस्ति तत् प्रेषितवती। एकनिमिषम्, अत्र अस्ति वा? ऐ डिड् नाट् गेट् महोदय। मया अद्य कक्षां प्रति नाट् इवन् इन् मै स्पाम् फोल्डर्। अहमपि न प्राप्तवती भगिनि। उमा भगिनी, उमा भगिनी प्रेषयति चेत् प्राप्यते। गणमध्ये प्रेषितवती खलु? गणमध्ये वा? अत्र पश्यामः, करपत्रे एकमस्ति खलु, तत् न वा? करपत्रे एव अस्ति पुटसङ्ख्या। करपत्रे नास्ति महोदय, तत्तु साक्षात् तत्र हिन्दी अस्ति। अहम् इष्टवामि, देर् इस् वन् थिङ्ग् देट् yeah, I got in the Uma Mahadev's email me asti attachment, word document. Tattva mama word document. Etatva bhinnam asti. Etat bhinnam asti. Mahadev puna prekshitam shaknoti kalu? अहं फार्वर्ड् करिष्यामि, इदानीमेव फार्वर्ड् करिष्यामि अस्माकं गणे। सण्डे इति अस्ति खलु, तत्त्व गणमध्ये वा? न न न, विच् गण? पाणिनीव्याकरणं 2022 आगस्ट्। अस्तु, द्विवारम् आगच्छतु। I'm getting Uma Bhagini's email, but I didn't get yours. इदानीं तु अहं पुनः प्रेषितवती, फार्वर्ड् कृतवती, अतः प्राप्तव्यम्. इट् हेस् कम्. ओके, इदानीं गूगल् ग्रूप् मध्ये वा? ग्रूप् मध्ये अहं प्रेषितवती इदानीं. गूगल् ग्रूप् मध्ये वा वाट्साप् मध्ये वा भगिनि? ईमेल्, ईमेल् ग्रूप्, गूगल् जीमेल् प्राप्तवती. एकवारं पुनः पश्यामि. धन्यवादः. ऐ गाट् इट्. उपकरणं न वयं किं पठामः? 0 to 3 इत्यन्यप्रकरणम् शुभ महोदय, अहं सम्यक्तया भवतः ईमेल् अटाच्मेण्ट् न दृष्टवती, अनन्तरं पश्यामि. वयम् एतत् सर्वं समापितवन्तः न? तत्सर्वं समापितवन्तः. अत्र तस्य लोपः इति अत्र एकः प्रश्नः आसीत्, किमर्थं तस्य लोपः इति. अत्र लशक्वतद्विते समाप्तं, दशकपद्धते समाप्तं, तदनन्तरं तस्य लोपः इति अन्तिमसूत्रमस्ति. उच्चारणे विषये कानिचन प्रश्नाः आसीत्. ओके, वदतु भवतः प्रश्नाः अथवा अन्यानाम् अन्येषां प्रश्नाः. ओके, तदेव मया एकं विवरणं दत्तमासीत् वाट्साप् मध्ये, किमर्थं तस्य लोपः अन्ते इति अस्ति. तस्य लोपः सामान्यतया तत्तु विधिसूत्रं भवति इति अन्यत्र अहं श्रुतवती. ओके, किं पुष्पदीक्षित् महोदयायाः वर्गः प्रचलति, तदनन्तरं गीतागान्धीमहोदयायाः प्रचलति, तत्र सर्वत्र अन्ये किं तस्य लोपः इति विधिसूत्रं ते वदन्ति. ओके, हा, कारणं तत्र साक्षात् लोपकार्यं भवति. यत्र कुत्रापि कार्यं भवति तदस्ति विधि, हा, अतः तत् विधिसूत्रम् इति मन्यते. ओके, परन्तु अदर्शनं लोपः इति अन्य एकं सूत्रमस्ति. तत्र तु केवलं संज्ञासूत्रम्. अदर्शनं लोपः लोपः इत्यस्य अर्थं किम् अथवा लोपः कं वयं वक्तुं शक्नुमः, तद्विषये ज्ञानं ददाति. अतः तदस्ति संज्ञासूत्रम्. ओके, किम् अवगतं? समाधानम् अभवत्? अन्य किमपि प्रश्नमस्ति? अद्यतनवर्गस्य आरम्भं कुर्मः. कुतः आरम्भं कर्तव्यम् अद्य? तस्य लोपः तु समाप्तं. ध्येयं यत् सिद्धान्तकौमुद्याः इत्संज्ञा सम्बद्धसूत्राणां सूत्रसङ्ख्या क्रमेण न वर्धते, पठनेन अनुवृत्तिः न कृता, अतः सूत्रार्थः न अवगम्यते. ओके, ओके, एतत् वयं न कुर्मः. हा, अभ्यासः यद् अत्र दत्तमस्ति, एतस्य स्थाने वयं निर्माणं कृतवन्तः न, तत् पश्यामः. किञ्चित् सरलमस्ति तत्. ओके, अस्तु, पर्यायः. अनिल् आरम्भं करोति वा? आं महोदय. ओके, प्रथमं सूत्राणि पठतु, तदनन्तरं निश्चयं कुर्मः. पठतु. उपदेशे अच् अनुनासिक इत्, तदनन्तरं हलन्त्यम्, अनन्तरं न विभक्तौ तूष्मः, आदिः नी टु डवः इरम् इतोपि एकमस्ति एक्स्ट्रा इरा संज्ञा वाच्य शः प्रत्ययस्य चुटु चुटु अनन्तरम् अन्तिमं लसक्व तद्धिते लसक्व तद्धिते ओके अत्र प्रथमकार्यं किं कर्तव्यं अच यदि अनुनासिका अस्ति चेत् इत् संज्ञा भवति परन्तु सर्वत्र ओके हलन्त्यमपि सर्वत्र आदिनिर्वः अपि सर्वत्र ओके तदनन्तरं किं कर्तव्यं धातु अस्ति वा प्रत्ययः अस्ति एतस्य निर्णयं तदनन्तरं वदतु हा तदनन्तरं यदि प्रत्यय विभक्तिप्रत्यय इत्युक्ते तिङ् वासुप्रत्यय अस्ति चेत् तु स्मः तवर्गीय सकारः मकारः एतस्य किं संज्ञा नास्ति संज्ञा न कर्तव्यम् अनन्तरं प्रत्ययविषये एव सः प्रत्ययस्य संज्ञा आदि परन्तु आदिमभागे आदिमभागे सः प्रत्ययस्य आदि सः अस्ति चेत् इत्संज्ञा चुटु चक् च वर्गे ट वर्गे तदपि तदपि आदिम् आदिम् आदिमे प्रत्ययस्य अस्ति चेत् संज्ञा अनन्तरं किं परिशीलनं कर्तव्यम् तद्धितप्रत्ययः अस्ति वा अतद्धितः अत्र तु विभक्तिः अस्ति वा न अत्र तद्धितः अस्ति वा न द्वयोः निर्णयं कर्तव्यम् अतः मनसि स्थापनीयं विभक्तिविषयं तद्धितविषयमपि इदानीम् एकं तु उदाहरणं दत्तम् अत्र किमपि समस्या अस्ति वा भवन्तः एव एतत् कृतवन्तः इदानीं प्रथमं भवान् वदतु सु इति अस्माकं प्रथमसुप्रत्ययः अस्ति अत्र उ अनुनासिका अस्ति उपदेशे अनुनासिका अनेन सकार तिष्ठति किं कस्य लोपः भवति कस्य इत्संज्ञा मम कालम् अस्ति न कस्य इत्संज्ञा उकारस्य अनुनासिक उकारस्य इत्संज्ञा भवति अवशिष्टरूपं किं भवति सकारः ओके अहं केवलम् अन्तिमरूपम् अत्र लिखामि परन्तु एवं कर्तव्यं उपदेशे जस् उपदेशे अच् अनुनासिक इति सूत्रेण इति सूत्रेण अ इत्यस्य इत्संज्ञा ओके एवम् अस्माकं तु इ इत्यस्य इत्संज्ञा भवति ओके इ इत्यस्य इत्संज्ञा तदनन्तरं तस्य लोपः इत्यनेन तस्य लोपः इत्यनेन किं भवति इकारस्य लोपः भवति लिखामि क्षम्यताम् इ नास्ति न उ अस्ति इत्यस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः अवशिष्टरूपम् अस्ति स इति रूपं सिद्ध्यति अथवा अस्मिन् अवसरे अवशिष्टम् अथवा लौकिकरूपं किमपि सन्दर्भानुगुणं लिखितुं शक्नुमः स इति रूपम् अवशिष्यते ओके अवगतम् सरलमस्ति सर्वमहं लिखामि वा केवलं भवन्तः वदन्ति पर्याप्तं केवलं वदन् वदनपि पर्याप्तम् ओके भागीरथी अग्रिमम् औ विषये वदतु इत्संज्ञकवर्णः कः भागीरथी अस्ति वा न चन्द्रमती नमस्ते नमस्ते अनन्तरम् औ अस्ति अत्र औ प्रत्ययः तत्र इत्संज्ञकः वर्णः किमपि अत्र नास्ति अतः अत्र किमपि नास्ति अतः कार्यमेव न भवति अस्ति अत्र चुडु इति सूत्रेण आदिम जकारस्य इत्संज्ञा भवति चवर्णः तत्र वर्णसमूहे अस्ति जकारः अनन्तरं न विभक्तौ तुस्माः इति सूत्रेण सकारस्य हलन्त्यं न भवति अतः अपगच्छते अस् अवशिष्यते अत्र ओके अत्र कथं वक्तव्यं सकारस्य हलन्त्यम् इति सूत्रस्य किम् अवकाशः अस्ति न विभक्ता तु स्माः बाधकसूत्रमस्ति अस्ति बाधकसूत्रम् अस्ति अतः सकारस्य इत्संज्ञा न भवति इष्टरूपं भवति अस्ति ओके अस्तु अस्तु अस्तु भगिनि अस्ति सकारस्य हलन्त्यम् इत्यनेन अवकाशः अस्ति किन्तु अत्र निषेधसूत्रम् अस्ति अतः इत्संज्ञा न भवति ओके भगिनि भगिनी श्रूयते वा श्रूयते श्रूयते अत्र अस्येव तिष्ठति किल रामाः इति आगच्छति आकार एव अन्य एकः आकारः आगच्छति तत्र अन्यकार्यं भवति वा तत्र एकनिमिषं भवत्याः प्रश्नः एव अहं न अवगतवती पुनः वदतु रामः इति स्वीकरोति चेत् रामाः इति आगच्छति बहुवचने परन्तु अत्र अस् एव अस्ति न एकनिमिषं किल कार्यं भवति वा इति उक्तवती एकनिमिषं किञ्चित् स्वीकरोतु मम वाक्यमपि अस्माकं कार्यं प्रथमकार्यं किम् अस्ति जस्ट् केवलं जस्ट् प्रत्ययस्य प्रथमस्तरे प्रोसेसिङ्ग् किं भवति एतस्य निर्णयं वयं कुर्मः. अग्रिमस्तरे अस्य यदस्ति तस्य प्रोसेसिङ्ग् अन्यसूत्रेण भविष्यति. ओके, अस्तु भगिनि, अस् प्राप्नुमः यस्तः अस् पर्यन्तम् एव अस्माकम् अस्मिन् स्तरे प्रोसेसिङ्ग् भवति. ओके, किम् अस्ति अस्माकम् इदानीम् अनुबन्धसूत्राणाम् उपयोगम्. ओके, तत्र रामः यद् आगच्छति तत्र तु अनुबन्धसूत्राणि न, अन्यसूत्रम् आगच्छति. ओके, अस्तु भगिनि, अस्तु, अग्रे गच्छामः. अस्मिन् स्तरे अद्यतनवर्गस्य अथवा अद्यतन अभ्यासस्य उद्देश्यं किम्? अनुबन्धसूत्राणाम् उपयोगम्. ओके, तदनुगुणम् अन्तिम, हा, तदनुगुणम् अन्तिमरूपं वयं किं प्राप्नुमः. तदनन्तरम् अन्य कार्ये अन्यानि कार्याणि तु सन्ति एव. हा, एतत्तु अन्तिम किं रूपं नास्ति, एतत्तु किम् इण्टर्मीडियरि रूपम् अस्ति. ओके, जया. नमस्ते भगिनि. नमस्ते, अं विषये वदतु. अं विषये उपदेशे विभक्त अन्त्याः हलः अस्ति, हलन्त्यं प्लस् मकारः अस्ति, तुस्माः न विभक्तौ तुस्माः इति संज्ञा न भवति. ओके, सम्यक्तया वदतु स्टेप् बै स्टेप्. प्रथमं अन्त्य हलन्तमस्ति, हलन्त्यं हलन्त्यसूत्रं किमर्थं हलन्त्यं? मकार, मकार अन्तिमवर्णः मकारः, हलन्त्यम् इत्यस्य अवकाशः अस्ति, अवकाशः अस्ति. परन्तु परन्तु उपदेशे अन्त्य अलः तुस्माः न संज्ञा न भवति सूत्रम् अपि तुस्माः सूत्रस्य न विभक्त तुस्माः पदानि एवं सन्ति, न विभक्तौ तुस्माः. ओके, न विभक्तौ तुस्माः बाधकसूत्रम् आगत्य मकारस्य इत्संज्ञा न करोति. ओके, इदानीं कस्य कस्याः पर्यायः? पूर्णिमा, एकनिमिषं. पूर्णिमा वदतु, औट् अस्ति, औट् अस्ति, तत्र टकारस्य लोपः भवेत्. किमित्युक्ते हलन्त्यस्य इत्यति, परन्तु नविभक्तौ तुस्माः इति झकारस्य लोपः भवति. पुनः वदतु, टकारस्य लोपः भवति. किम् हलन्तस्य इति, हलन्तस्य अन्तिम हलन्तस्य इत्यति कारणेन टकारस्य लोपः भवति. किमित्युक्ते सकार तवर्ग मा एव तिष्ठति, अन्य सर्वेपि विसंज्ञा भवति विभक्तौ. भवती सूत्रं सम्यक्तया न उक्तवती भगिनी. न हलन्तस्य इत् इति कारणेन उपदेशे हलन्तस्य इत् इति कारणेन च इत् संज्ञा भवति. किम् इत्युक्ते न विभक्तौ तुस्माः तत्र ता नास्ति, सकारा अस्ति, तवर्ग तवर्ग अस्ति, मकारा अस्ति, तदर्थम् एतत् इत्संज्ञा भवति, औ एव अवशिष्यते. भवत्याः स्पष्टीकरणं बहु दीर्घम् अस्ति, तावत् दीर्घम् आवश्यकता नास्ति. प्रथमम् अहं संक्षिप्ततया प्रथमे उक्तवती, भवती स्पष्टं नास्ति इति वदति महोदय. भवती स्पष्टतया सूत्रं न उक्तवती, भवती सूत्रस्य अवगमनं दत्तवती. ओके, अत्र ट किम् अस्ति, तकारः किम् अस्ति, हलन्तवर्णः अस्ति, अतः सूत्रस्य सूत्रं किम् उपयोगं कर्तव्यम् अत्र उपदेशे, उपदेशे हलन्तस्य इत् तत्तु भवती अनुवृत्तिसहितं वदति महोदय. सामान्यतया सूत्रं किम् अस्ति, हलन्त्यं, हलन्त्यं, हलन्त्यं. सो भवती तु सम्पूर्णसूत्रं वदति, न एवं न कर्तव्यम्. अनुवृत्ति अस्ति इति कारणेन उक्तवती, कारणेन न. यदा कदापि वयं सूत्रस्य अप्लिकेशन् कुर्मः तदा सूत्रमेव वक्तव्यं, सूत्रस्य किम् एक्स्प्लेनेशन् न वक्तव्यम्. ओके, अत्र पश्यतु शकारस्य इत्संज्ञा कथं, हलन्त्यम् इति सूत्रेण शकारः इत्यस्य इत्यस्य इत्संज्ञा केवलम् एवं वक्तव्यं. हा, अस्तु. सूत्रम् इत्युक्ते सूत्रस्य सूत्रे यानि पदानि सन्ति ते एव उपयोगं कर्तव्यं. हा, तदनन्तरं भवती यद् वदति तदस्ति किं स्पष्टीकरणम्. ओके, अतः औट् अत्र तकारस्य इत्संज्ञा तेन सूत्रेण हलन्त्यं, तकारस्य इत्संज्ञा. अवशिष्टरूपं किम्? औ, औ. ओके, अवशिष्टरूप औ. इदानीं प्रतिभा अस्ति वा? आं भगिनि, अस्मि. इदानीं शस् इति रूपमस्ति, लशक्व तद्धिते इत्यनेन शकारस्य इत्संज्ञा भूत्वा तस्य लोप इत्यनेन शकारस्य लोपः भवति. अन्ते सकारः अस्ति, हलन्त्यम् इति अस्ति, परन्तु न विभक्तौ कुस्माः इति सूत्रेण इत्संज्ञा न भवति, लोपः अपि न भवति. अस् एव तिष्ठति, अस् एव तिष्ठति. सम्यक् महोदय. लशक्व तद्धिते अत्र तद्धित नास्ति खलु? एतत् प्रत्ययः नास्ति, अतः लशक्व तद्धिते एतस्य उपयोगं कर्तुं शक्नुमः. ओके, ओके. प्रतिभा, अनन्तरं रूपल्. ता, आं महोदय, नमो नमः. ता इत्रत्य ता इत्रत्य आदिनिडुटुवः टकारस्य इति सूत्रेण टकारस्य इति संज्ञा भविष्यति. अनन्तरम् आ इति रूपम् आ इति अवशिष्यते उपयोगिरूपम्. ओके, आदिर्निटुडवः एतस्य अर्थं किम्? आदिमभागे द द उ त उ आदिर्निटुडवः पश्यन् हा, आदिर्निटुडवः एतस्य अर्थं किं पश्यतु. उपदेशस्य आदौ यदि ईट् टु डु इति तेषु एकः वर्णसमूहः अस्ति चेत् तस्य इति संज्ञा भवति. मी टु डु इति अस्माकं हस्ते यद् अभ्यासमस्ति, अत्र टु अस्ति वा ता अस्ति? ता अस्ति, ता अस्ति. अतः आदिर्निटुडवः एतस्य उपयोगं कर्तुं शक्नुमः वा? न, न, न. अहं चिन्तितवती ट उ न न भिन्नं कर्तुं न शक्यते. तु अस्ति तर्हि अग्रे गच्छतु. अन्य कुत्र किं सूत्रम् अस्ति? चुटु इति, चुटु इति अस्ति तत्र. चुटु इति अस्ति तत्र, प्रत्ययस्य आदौ चवर्गीयः च छ झ य अथवा सवर्गीय टठ डढण वर्णः भवति चेत् तस्य वर्णस्य इति संज्ञा भवति. अस्माकं हस्ते अत्र ता मध्ये किं किम् अस्ति? त आ तकार अकार आकार आकार. अतः चुटु एतस्य उपयोगं कर्तुं शक्नुमः वा? आम्, तस्य चुटु एतस्य उपयोगेन तकारस्य इतसंज्ञा भविष्यति. ओ क्षम्यताम्, तकारस्य इत्संज्ञा. तदनन्तरं आवश्यक्यते, परन्तु तकारस्य केवलम् इत्संज्ञा कुर्मः, अनन्तरं किं पुनः कार्यमस्ति? तस्य लोपः इत्यनेन तस्य लोपः भविष्यति. तस्य लोपः एतस्य उपयोगेन तकारेण कार्यमपि भवति. ओके, इदानीं सरस्वती भ्याम्. भ्यां तत्र इत्संख्या नास्ति. किमर्थं भ्यां तत्र अन्तिमे मकारः अस्ति, न विभक्तौ तुस्माः इति सूत्र कारणेन, इति सूत्रेण मकारः लोपः इत्संख्या न भवति, अतः मकारः तिष्ठति. पावर्गीय आदौ पावर्ग सम्बन्धेन सूत्रः नास्ति, अतः भ्याम् अतेव तिष्ठति, इत्संख्या नास्ति तत्र. भ्यादृश्य भविष्य तु नास्ति. सवर्ग सवर्ग सकारः एतेषां तु अस्ति. सवर्गविषये तु कुत्रापि किमपि न उक्तं वा? ओके, भगिनि टा मध्ये अहं मम अन्तर्जाल किञ्चित् क्लेशः अभवत्. टा मध्ये आदिर्निकुडः एव खलु? टा आदिर्निडव इति सूत्रेण एव टा अपगच्छति खलु? ओके, पुनः रूपल् भवती सम्यक्तया पुनः वक्तुं शक्नोति? आं महोदय, आदिर्निटुटुव अत्र तु इति आवश्यकमस्ति, तु डु, परन्तु अत्र ट तकारः आकारः अस्ति, तर्हि चुटु इति सूत्रस्य वयम् उपयोगं कुर्मः, तत्र टकारस्य इति संज्ञा भविष्यति, तस्य लोपः. अवगतं पूर्णिमा? अवगतं भगिनि. अच्छा, इदानीं सरस्वती, मकारः यदस्ति अन्तिमवर्णः, हलन्त्यम् इत्यस्य उपयोगं कर्तुं शक्नुमः, अवकाशः अस्ति, परन्तु बाधकसूत्रमस्ति, किं न विभक्तौ तु स्मः, अतः एतत् न गच्छति, तस्य इच्छा न भवति. ओके, अत्र किमपि कार्यं न भविष्यति. ओके, ये स्वीकरोतु. सरस्वती अग्रिमम्. ओ, ऐ हाव् टु टेक्. ओके, ङे इत्युक्ते ङ एकार, तत्र अलन्त आदौ अलन्त्यम् अवकाशः नास्ति. ओके, एते सूत्राणि, कानि कानि सूत्राणि सन्ति? कावर्ग अस्ति खलु तत्र, सो दिस् वन् लशक लशक्वत दो दीठे तत्र तत्र सूत्रेण सम्यक्तया वदतु लशक्व तद्धिते लशक्व तद्धिते लशक्व तद्धिते एतस्य किम् अभवत् तत्र कवर्गीयव्यञ्जनम् अकारः अस्ति आदौ अतः तत् इत्संख्या भवति सो एकारः तिष्ठति किं कर्तव्यं मे तद्धितप्रत्ययः अस्ति वा न लशक्व तद्धिते अतद्धिते सः प्रथमं परिशीलनं कर्तव्यं मे यदस्ति प्रत्ययः तद्धितप्रत्ययः अस्ति वा न ओके तद्धितप्रत्ययः अस्ति वा मे तद्धितप्रत्ययुक्ते नास्ति नास्ति तर्हि पश्यतु न अहं तु साक्षात् अत्र लिखितवती नास्ति नास्ति ओके तद्धितप्रत्ययः नास्ति अतः एतस्य प्रोसेसिङ्ग् कर्तुं शक्नुमः लशक्व तद्धिते एतस्य सूत्रस्य आधारेण किं भवति एकारः नकारः लोपः भवति एकारः तिष्ठति नकारस्य लोपः भवति एकारः तिष्ठति ओके ओके अन्य किमपि सूत्रस्य उपयोगं भवति वा अत्र एकवारमपि वदतु भगिनि एकवारमपि वदतु तत् कथम् इत्संज्ञा भवति इति करिष्यति पुनः किमपि पुनः स्पष्टीकरणं करोतु या दशक्वत् तदीयते तदीते सारि तदी ऐ डोण्ट् नो वै ऐ एम् गेटिङ्ग् तदीते तत् सूत्रेण ओ तत्र कावर्गः आदौ कावर्गः अस्ति चेत् सो तत्र मकारः कावर्गीय पञ्चमाक्षरं सो आदौ अस्ति सो परन्तु देन् इट् शुड् बि तत् प्रत्ययन्तः न न न तद्धितप्रत्ययः तद्धितप्रत्यय नास्ति बिकास् सुप् इस् तद्धितप्रत्ययः सो बिकास् इट् इस् नाट् तद्धितप्रत्ययः सो मेनि प्रत्ययः यत्किमपि वयं पठितवन्तः किञ्चित् परिशीलनं कुर्मः प्रत्ययः पठितवन्तः भवती किं किं जानाति सरस्वती वदतु सुप् सुप् सुप् प्रत्ययः वयं जानीमः अनन्तरं तिङ् तिङ् तिङ् प्रत्ययः वयं जानीमः इतोपि किं प्रत्ययः जानीमः तुमुन् शप् किं प्रत्यय कस्मिन् गणे आगच्छति शप् विकरणप्रत्ययः विकरणप्रत्ययः सरस्वती भवती एव उत्तरं ददातु अन्य जनाः न वदन्ति ओके साहाय्यम् अस्मिन् स्तरे न कर्तव्यम् ओके अन्य किमपि प्रत्ययः वयं जानीमः पठितवन्तः अथवा लैक् तुमुन् प्रत्यय लैक् कृदन्तः तुमुन् तमन् ता ता प्रत्यय भवतु ता प्रत्यय तवतु तवतु हा ओके तत्सञ्ज्ञक अस्ति वा आम् आम् शत्र सानच् अनन्तरं तद्दितः लुट् लुट् लुट् अनन्तरम् आगच्छति अत्र केवलम् अहं दर्शयामि तद् ओहो अये तद्दित तद्धितप्रत्ययः इत्युक्ते किं सरस्वती जानाति न भगिनि विस्मरति ओ विस्मरति न पठितं न न पठितम् एव कोऽपि कोविड् स्तरे सन्ति वा समापितवन्तः ते कदाचित् जानन्ति परमङ्गला भवती जानाति तद्धितप्रत्ययविषये उदाहरणं दातुं शक्नोति सर्वमङ्गला अस्ति वा ओके सुब्रह्मण्यम् अत्र तद्धितप्रत्यय मतु किमर्हति माधुर्यं मधुरत्वं भवति परत् अपि भवितुमर्हति तुलना सुब्रह्मण्यं महोदय भवतः एक्स्प्लेनेशन् किञ्चित् स्पष्टीकरण स्पष्टीकरणं सहितं वक्तव्यं किञ्चित् अधिकं किं समस्या अवगतम् अवगतम् अत्र तद्धितप्रत्ययः इत्युक्ते किम् अहं वदामि वा भगिनि अहं वदामि वा एकनिमिषं हा एकनिमिषं सर्वमङ्गला अस्ति वा न ओके उषा भवती वक्तुं शक्नोति न भगिनि उदाहरणं ददातु हा प्रत्ययमा वदतु हा सुब्रह्मण्यं महोदय किं करोति तद्धितप्रत्ययस्य किं रूपाणि ददाति न केवलम् उदाहरणम् तद्धितं मीन्स् अपत्यं पुमान् ओके अपत्यं पुमान् एतस्य एकम् उदाहरणं ददातु दशरथस्य पुत्रः दाशरथि दाशरथिः अतः दशरथः तद्धितः नास्ति दाशरथिः तद्धितः अस्ति भगिनि अहं डेफिनेशन् ददामि वा तद्धितस्य ओके डेफिनेशन् ददातु सुबन्तस्य उपरि यत् प्रत्यय आगच्छति तत् तद्धिता इति उच्यते क्रियापदस्य उपरि यत् प्रत्यय आगच्छति तत् कृदन्त इति उच्यते ओके इत्युक्ते सुबन्तरूपं यदस्ति तत्र प्रत्ययः योजयित्वा यद्रूपं वयं पुनः सुबन्तं प्राप्नुमः तदस्ति तद्धितप्रूपम् वसुदेवः वासुदेवः दशरथः दाशरथिः धृतराष्ट्रः धार्तराष्ट्रेयः कुन्ती कौन्तेयः एवं वयं दृष्टवन्तः सर्वत्र तदस्ति तद्धितरूपाणि ओके परन्तु प्रत्ययाः भिन्नाः ओके तत् सुब्रह्मण्यमहोदयः उक्तवान् ओके अतः अद्वितम् इत्युक्ते सुबन्तस्य आधारेण पुनः सुबन्तरूपं वयं प्राप्नुमः तदस्ति सामान्यतया तद्धितरूपं धातु यदस्ति तस्य उपरि प्रत्ययः उपयोगं कृत्वा पुनः सुबन्तरूपं प्राप्नुमः चेत् तदस्ति कृदन्तम् तत्र वयं शत्रुप्रत्ययः शानच् प्रत्ययः एतत् सर्वं यदस्ति न शत्र शानच् तवतुक्त तुमुन् त्वान्तम् एतत् सर्वं कृत् प्रत्ययाः तद्धितप्रत्ययाः वयं न पठितवन्तः किम् अतः एव किञ्चित् क्लेशं भवति ओके अहमपि तद्धितप्रत्ययविषये अधिकं न जानामि केवलमेवं रूपाणि यत् कोविद् स्तरे पठितव्यं तद् वयं जानीमः हा ये कोऽपि कोविड् कृतवन्तः ते ऐडेण्टिफै कर्तुं शक्नुवन्ति परन्तु तद्धितप्रत्ययस्य प्रोसेसिङ्ग् वयं न जानीमः सुब्रह्मण्यं केचन प्रत्यय तद्धितप्रत्ययाः यत् सन्ति तत्र उदाहरणानि भवान् जानाति वा गायि फायि एवं अहं वदामि वा वदतु अन्य कोऽपि वक्तुम् इच्छामि भवतः नाम आहूतवती मम नाम तु उक्तवती किन्तु पूर्णतया पर्यायः वदतु वक्तुम् इष्ट न मतुप् इति प्रत्ययः अस्ति मतुप् इति प्रत्ययः अस्ति अन्यम् उदरत्वं सर्वं भवति उदाहरणरूपेण तरप्तमप् तरप्तमप् इति अपि प्रत्ययाः सन्ति के अवगतम् महोदय एकवारं पुनः वदतु प्रत्ययः अस्ति श्रूयते वा श्रूयते मतुप् इति प्रत्ययः तस्य योजनेन माधुर्यं मधुरत्वं मधुरस्य भावः इति वदन्ति तदनन्तरं तरप्तमप् तुलना वेन् यु आर् कम्पेरिङ्ग् टु थिङ्ग्स् तरप्तमप् मधुरतमा मधुरतर कम्पेरिङ्ग् टु और् कम्पेरिङ्ग् मोर् देन् टु ओके एतत् सुब्रह्मण्यमहोदयस्य उदाहरणानि सन्ति अन्यप्रत्ययाः अपि सन्ति बहवः सन्ति तद्धितप्रत्ययाः कृदन्तप्रत्ययाः तत्र तु नम्बर्स् आर् वेरि है अतः दिनेश् महोदयः कोर्स् अपि कृतवान् द्वयोः वर्षद्वयं किम् अभवत् 45 कृदन्त इति अस्ति इति ओके अतः कृदन्तविषये गतवर्षे समापितवान् कथितविषये तु वर्षत्रयापूर्वं समापितवान् ओके अत्र बहु दीर्घ पठनम् अस्ति तेषां परन्तु तद्धित प्रत्ययः न केवलं मतुप् तरप्तम अन्य अपि सन्ति अहं चिन्तयामि ध्वनि ढक् एवं कुत्रापि अहं दृष्टवती तत् ते अपि तद्धितप्रत्ययाः सन्ति बहुलं वदतु तद्धितप्रत्ययाः बहुलम् इति पश्यन्तु अत्र अभ्यासः इति यद् दत्तमस्ति अत्र मिक्स्ड् अस्ति प्रत्ययाः यत् अस्ति आवली अत्र यदस्ति अत्र मिक्स् प्रत्ययाः सन्ति के प्रत्ययाः तद्धिताः के अतद्धिताः अहं सम्यक्तया ऐडेण्टिफै कर्तुं न शक्तवती कुत्रापि दृष्ट्वा अहं ऐडेण्टिफै तु कृतवती परन्तु अस्माकं कृते तस्य अधिकं कष्टं न भवितव्यम् इति मत्वा अहं आवली मम आवली अहं दत्तवती सुप्रत्ययाः वयं सर्वे जानीमः कथितप्रत्ययः नास्ति विकरणप्रत्ययः वयं जानीमः तदपि कथितप्रत्ययः नास्ति किं प्रत्ययः जानीमः ओके एवं यत् वयं जानीमः तेषां वयं प्रोसेसिङ्ग् कुर्मः चेत् अस्माकं तु अभ्यासः एव ओके अवगतं सर्वे जनाः कथितप्रत्ययस्य अपि अहम् उदाहरणानि योजयामि किञ्चित् अनन्तरम् ओके एतस्य प्रथमं वयं प्रोसेसिङ्ग् कुर्मः तदनन्तरम् अन्यत्र गच्छामः ओके उषा अग्रिमं करोति वा आम् ध्यास् मसि एतत् सर्वम् ध्यान विषये वदतु मकारस्य हलन्त्यम् इति न भवति हलन्त्यं न भवति न विभक्तौ तु स्माः इति सूत्रेण मकारम् अवशिष्यते अतः इत्संज्ञा न भवति न भवति मकारस्य इत्संज्ञा न भवति हलन्त्यम् इत्यनेन कारणं बाधकसूत्रमस्ति न विभक्तौ विषये व्यस् इवन् व्यस् सेम् महोदय तदेव व्यस् विषये अपि तदेव वर्णः किम् अत्र सकारमस्ति ज्ञान् मध्ये मकारः अस्ति झस् मध्ये सकारः अस्ति न विभक्तौ सुष्माः सूत्रेण संज्ञा न भवति न भवति ओके इदानीं नसि स्वीकरोतु नसि सूत्रेण नसि विषये किमस्ति सूत्रम् आदिनिटुडवः आदिनिटुडवः यत् सूत्रमस्ति वर्णाः के कुत्र अस्ति आदिर्निटुडवः आदिर्निटुडवः अत्र किं भवितव्यम् आदिमस्थले आदिमवर्णः किं भवितव्यम् नी टु डु नी टु डु ओके अत्र अत्र नास्ति अत्र नास्ति नास्ति नास्ति आदिर्निटुडवः एतस्य उपयोग न अवकाशः एव नास्ति ओके अन्य किमस्ति अन्य किमस्ति परिशीलनं करोतु किम् उपदेशे च अनुनासिक आम् आं भगिनी फिफ्त् स्वर उपदेशे अज अनुनासिक इत् अनुनासिक इत्युक्ते फिफ्त् लेटर् भगिनी फिफ्त् लेटर् ओहो हो एतत् किं अनुनासिक इत्युक्ते अत्र अनुनासिकचिह्नम् अस्ति न आम् आम् अत्र नास्ति अतः कथं भवति वदति अनुनासिकः इति अनुनासिकवर्णः अस्ति अशुद्धम् अशुद्धम् अतः नसि विषये ओके अग्रे गच्छामः अग्रिमसूत्रं परिशीलनं कुर्मः हलन्त्यम् एतस्य उपयोगं भवति वा अत्र हल्वर्णः अस्ति नसि यदस्ति तत्र हल् वर्णः अस्ति हल् अन्तिमवर्णः अस्ति हलन्त्यम् अन्तिमवर्णः इकारम् अस्ति न अतः हल् वर्णः नास्ति नास्ति अतः हलन्त्यम् एतस्य उपयोगं न इदानीं न विभक्तौ तु स्माः ओके न विभक्तौ तु स्माः अत्र हलन्त्यम् एतस्य उपयोगमेव नास्ति अतः न विभक्तौ तु स्माः आगच्छति वा ओके इदानीम् अग्रे गच्छामः प्रति सूत्रस्य परिशीलनं कर्तव्यम् आदिर्निटुडवः यदस्ति अत्र के के वर्णानाम् उल्लेखम् अस्ति अथवा वर्णसमूहानाम् उल्लेखम् अस्ति आदिर्निटुडवः एतस्य अर्थं किम् नी टू डु ओके डवः डवः किमर्थं ओके वदच्छामि भगिनि क्षम्यतां क्षम्यतां न वक्तव्यं प्रयत्नं कर्तव्यम् ओके इदानीम् अस्माकं हस्ते अस्ति नी अस्ति ओके अनन्तरं किम् अस्ति टु अस्ति ओके तदनन्तरं किम् अस्ति दव दव ओके आगतं परन्तु यदा दव ओके ओके फैन् गुरु यत् शब्दः अस्ति भवती जानाति गुरु शब्दः जानाति एतस्य बहुवचनं किम् अस्ति गुरवः गुरवः ओके अत्र दवः अस्ति न ओके नीटु दवः गुरवः एतस्य आधारेण वदतु किं भवितुं शक्यते गुरवः डवः अतः गुरुः अस्ति तस्य बहुवचनं गुरवः अतः डवः यदस्ति तस्य एकवचनं किम् ओके अतः डु ओके नी टु डु बहुवचनरूपं किं भवति नी टु ड व अवगतम् आं भगिनि एतत् बेसिक् अस्ति ओके अतः अत्र सूत्रं यदस्ति सूत्रं यदस्ति आदिर्निटुडवः के के वर्णानां समूहः अस्ति यदा आदिम भागे नी इत्युक्ते ञकार इकारयोः मेलनं तकार उकारयोः मेलनं डकार उकारयोः मेलनं यदा वयं पश्यामः तदा किं कर्तव्यम् इत् संज्ञा भवति, तस्य इत् संज्ञा भवति. सम्पूर्ण टु, सम्पूर्ण डु, सम्पूर्ण नि, एतस्य इत् संज्ञा भवति. अस्माकं हस्ते किम् अस्ति? अस्माकं हस्ते ङसि अस्ति. एतस्य वर्ण किं वर्णविभजनं करोतु. नकार अनन्तरं सकार नसि अस्ति न ङसि अस्ति एवमस्ति ङसि वदामः महोदय उत्तरं ददातु. सकारम् ओके ओके आदिमभागं पश्यामः. भवत्याः नाम किम्? मम नाम उषा. उषा उ इश् आ एवं लिखति? आम् आं महोदय. ओके उषा एतस्य वर्णविभजनं करोतु. उ शकारं शकार आकार आकार ओके. भवत्याः अन्य नाम किम्? उषा किम्? केवलम् उषा सफिक्स् अस्ति महोदय. यतिराज यतिराज यतिराज इति राज एवं चलति वा? आम् हा इदानीम् उ अधिकं शकार अधिकम् आ ओके. इदानीम् यतिराज एतस्य वदतु. ए इत् हा इ इर् आ इज् ओके. इदानीम् अत्र आगच्छतु. किमस्ति अस्माकं? नसि एतस्य वर्णविभजनं करोतु. नसि अस्ति महोदय, नसि नास्ति. ओके ओके भवती यद् वदति तद् अहं लिखामि. एतस्य वर्णविभजनं भवती किं वदति? अनन्तरं अनन्तरम् इ ओके. एतस्य मेलनम् अहं करोमि चेत् किं भविष्यति? पश्यतु पश्यति नसि अस्ति वा उसि अस्ति? किं विस्मृतम्? Finally we have we got a nasi one day mahadaya. Katham atrata nga halantam asti na. So kim vishnatam. ओके एतद् वदतु. क अधिकम् अ एतस्य मेलनेन वयं सम्पूर्ण क प्राप्नुमः. ओके ख अधिकम् अ मेलनेन किं प्राप्नुमः सम्पूर्ण ख हलन्तख नास्ति एवमेव हा यदा अहं न स्वीकरोमि तत्र अ योजयामि तदा एव मम किं भवति न भवति अन्यथा हलन्त न एव तिष्ठति अवगतम् अवगतम् वर्णविभजनं बहु बहु आवश्यकम् ओके अतः अत्र किम् अस्ति एकनिमिषं हा आ अनन्तरं सकारं सकार अनन्तरम् इकार ओके अतः अस्मिन् पदे अथवा अस्मिन् शब्दे नसि यदस्ति तत्र कति वर्णाः सन्ति फोर् चतुर् फोर् संस्कृतं वदतु चत्वारि ओके चत्वारि अत्र हा इदानीं परिशीलनं करोतु नी टु डु सन्दर्भः अस्ति वा न हा नी टु डु अस्ति वा सन्दर्भः न भगिनि न ओके अतः आदिर्निटुडवः एतस्य उपयोगं नास्ति ओके नास्ति इदानीम् अग्रे गच्छामः एतत्तु प्रत्ययः अस्ति न नसि प्रत्ययः अस्ति सुप्रत्ययः अस्ति ओके अतः शः प्रत्ययस्य एतस्य उपयोगमस्ति वा शः प्रत्ययस्य एतस्य उपयोगमस्ति वा न भगिनि किमर्थं न अत्र शकारं न शकारः नास्ति अस्माकं हस्ते शकारः एव नास्ति अतः शः प्रत्ययस्य एतस्य उपयोगं नास्ति अग्रे गच्छामः चुट्टु हा चुट्टु अत्र के के वर्णाः उल्लेखिताः अत्र न यदस्ति तत् चवर्गी अस्ति चुट्टु आम् आं भगिनि चवर्गी अस्ति पूर्णिमा किमर्थं साहाय्यं करोति आम् आं भगिनि चुटु न चुटु न च वर्गी अस्ति त वर्गी अस्ति न भगिनि न अतः चुटु अपि उपयोगं कर्तुं न शक्नुमः ओके निष्कासयामः आगच्छतु इदानीं लशक्वतद्धिते ओके लशक्वतद्धिते यदस्ति अत्र के के वर्णाः परिशीलनं कर्तव्यं कवर्ग्य लशक्वतद्धिते नौ ऐ गाट् इट् नौ ऐ गाट् इट् लक्षक्वतद्धिते लकारः शकारः कवर्गीयः इदानीं परिशीलनं करोतु न यदस्ति कवर्गीय अस्ति वा शक्वतद्धिते आं भगिनि अतः न एतस्य इत्संज्ञा भवति ओके अनन्तरं किम् अकारम् अवशिष्टभागः किम् अस् न अकारस्य अनन्तरं किम् अस्ति अकारमस्ति महोदय महोदय अत्र इकार अनुनासिक अस्ति ओहो इकारः अनुनासिकः अस्ति ओके एकनिमिषम् एकस्य पुनः लेखनीयम्। ओके, कारणम् अहं तु इकारः विना अनुनासिकं लिखितवती। ओके ओके, हा हा, धन्यवादः सरस्वती अण्ड् अनिल्। ओके, हा उषा इदानीं, ओके, नकारस्य उपदेशे अज अनुनासिक इति, उपदेशे आच अनुनासिक इत्यनेन किं भवति? किं भवति? अनुनासिक इत् भवति, यत् अनुनासिकः अस्ति तस्य इत् संज्ञा भवति। ओके, तदनन्तरं न यदस्ति लशक्व तद्धिते इत्यनेन तस्य इत्संज्ञा भवति। तदनन्तरं किम् अवशिष्यते महोदय? लेफ्ट् सैड् आल्सो इ अनुनासिक। एतत् न अतः ई गतम् अवशिष्यते भगिनि। किम् अवशिष्यते? अस् आ अकारं सकारम् अकार सकार अस्यैव अवशिष्यते। उफ् अवगतम्? अवगतं भगिनि, ऐ हव् ट्रबल् ड्यू ए लाट्। ओ नो नो नो नो, किमर्थं नकार निटुडवा तत्र न स्वीकर्तव्यम्? ओके, आदिर् निटुडवः तत्रापि न्यूनकारः अस्ति खलु, तत् किमर्थं किं लिखितम् अस्ति परिशीलयतु। ओके, वर्णसमूह इत्युक्ते डु दकार उकारयोः मेलनम् अस्ति चेत् एव, केवलं ड अस्ति चेत् छुटु तठ ढ। ओके, केवलं ड अस्ति चेत् छुटु, डु अस्ति चेत् आदिर्निटुडवः, तदेव टु यदस्ति आदिर्निटुडवः, केवलं ट अस्ति चेत् छुटु। अवगतम्? आल्सो नकार अण्ड् डकार आर् भिन्नं, समान नास्ति। चुटु मध्ये एकमेव वर्णम्, हा, परन्तु निटुडवः तत्र वर्णद्वयम् अस्ति, अतः एव वर्णसमूहः इति उक्तम् अस्ति। ओके, अवगतम्? कुत्रापि पुनः उषा करोति वा? अग्रिमं करोति? अग्रिमं वेरि ईसि भगिनि, व्याम्भ्यस्त ईसि, नस् अस्ति, तत् स्वीकरोतु। नस् न का वर्गः के, अतः सकारम् अवशिष्यति। ओके, तत्र कति वर्णाः सन्ति? प्लस् अगेन् ऐ एम् डूङ्ग् द सेम् मिस्टेक्, अकार अनन्तरम् अकार अनन्तरं देन् सकार इति वर्ण अवशिष्यति, अस् अवशिष्यति। संज्ञा भवति नकार अवसि इत्संज्ञा भवति, नकारस्य इत्संज्ञा भवति, अनन्तरम् अवशिष्यते, अस् अवशिष्यते, न एकनिमिषं, तत्पूर्वं पुनः एकम् अस्ति, तत्पूर्वं पुनः एकम् अस्ति, सकारः यदस्ति अन्तिमवर्णः वर्णः अस्ति, हलन्त्यं न किमर्थं न विभक्तौ तु स्माः न विभक्तौ तु स्माः ओके नस्यदस्ति एतत् विभक्तिप्रत्ययः अस्ति अतः न विभक्तौ तु स्माः आगच्छति तस्य बाधकसूत्ररूपेण ओके आं भगिनि अवगतम् अवगतं भगिनि अनिल् अनिल् ओके ओस् ओस् अत्र न विभक्तौ तु स्म कारणात् हलन्त्यं न कर्तुं शक्नोमि प्रयोगं कर्तुं शक्नुमः ओके अत्र ओस् अपि तिष्ठति ओस् एव तिष्ठति आम् आम् समानेव समानम् ओके अनन्तरं नी नी अत्र नकार इकार अस्ति नकार कवर्गीय न विभक्तौ न लशक्वतद्धिते लशक्वतद्धिते इत्यनेन नकारस्य संज्ञा अवशिष्टम् इकार इकार ओके अनन्तरं ओस् ओस् समाने ओस् उपरि अपि अस्ति ओस् हा ओस् उपरि अपि अस्ति अतः तत्र तु किमपि कार्यं नास्ति सुप् सुप् अत्र पकार हलन्त्यं पकारः हलन्त्यम् इत्यनेन इत्यनेन संज्ञा सुतिष्ठति सुतिष्ठति ओके ओके एतत् किं समापयामः अग्रे गच्छामः अथवा स्वयं कर्तुम् इच्छन्ति हा एकनिमिषं चिन्तयन्तु अहम् आगच्छामि शप् शप् इत्यनेन लशक्वतद्धिते सकारलोप अकारहलन्त्यम् अतः अकार अकारमवशिष्यते हा अकार अवशिष्यते अनन्तरं शन् लशक्वतद्धिते इति सूत्रेण शकारम् अवगच्छति इति संज्ञा भवति नकारं हलन्त्यं यकारम् अवशिष्यते न यकार अकार अवशिष्यते आम् आम् आम् स्नु लसक्वतित्ये कारणात् शकार इत्संज्ञा इत्संज्ञा भवति नु नु नकार अपि इत्संज्ञा भवति उकार एव नकार किं महोदय नकार किं कारणात् अवगच्छति नु एव न नु एव अवशिष्यति न नु एव अवशिष्यते के कः वदति का वदति ओ न विभक्तौ तु स्मः न विभक्तौ तु विभक्तौ तु स्मः न परन्तु आदौ नास्ति आदौ शकार अस्ति नष्टत्वदिते इति कारणेन शकार गच्छति इत्संज्ञा भवति हलन्त्यं कारणेन नकार गच्छेत् परन्तु न विभक्तौ तु स्माः इति कारणेन थवर्गस्य नकार खलु तद् अवशिष्यते प्रत्ययः परन्तु नकार आदौ हलन्त्यं न भगिनी नकारं अधिकम् उ अस्ति उ अस्ति अन्ते सोरि हलन्त्यं न and moreover it is a vikarna pratyaya it is not a vibhakti pratyaya kim charcha kasmin pratyaya I mean kim pratyaya vishaya asti okay let's start bagini they all started discussing among them let's start from the shop no we started discussing अन्ये सरला एव स्नु अपि क्लेशः अस्ति ओके ओके एकमेकं स्वीकृत्य अग्रे गच्छामः ओके भगीरथी भवत्याः पर्यायः शप् एतस्य प्रोसेसिङ्ग् करोतु भगिनी मह्यं सम्यक् अवगतं नास्ति भगिनि इति कारणेन अहं शृणोमि एव कृतवती भगिनि भागीरथी कुत्र अस्ति अत्र एव अस्मि भगिनि अत्र एव अस्मि परन्तु यावत्पर्यन्तं किमर्थं मौनं कृतवती किमर्थं मुखं न उद्घाटितवती वदतु किं न अवगतवती एवं कम्प्लीट् भगिनि कम्प्लीट् न एतत् इत्संज्ञा अहं पठितवती गृहे 2-3 टैम्स् किञ्चित् अवगतं नास्ति भगिनि सम्यक् किम् अवगतं तत् वयं परिशीलनं कुर्मः इदानीं चप् यदस्ति अत्र के वर्णाः सन्ति तद्वदतु प्रथमं चप् यदस्ति अस्ति एतस्य वर्णयोजनं करोतु इश् अधिकम् आ अधिकम् आ अधिकम् अधिकम् इप् अधिकम् आ शप अस्ति वा शप् अस्ति शप् इप् इप् एव ओके आ अधिकम् इप् इदानीम् अन्तिमवर्णः किम् अस्ति अन्तिमवर्णः हलन्त्यम् अस्ति भगिनि हलन्तवर्णः अस्ति पकारः ओके कार वदतु सामान्यतया एकमेव वर्णः अस्ति चेत् अनन्तरं कार इति उपयोगं कुर्मः चेत् एकस्य वर्णस्य एव उल्लेखः भवति ओके इदानीं पकारः अलन्तवर्णः अस्ति अत्र ओके अतः पश्यतु उपदेशे जनुनासिक अनुनासिकवर्णः अस्ति वा न भगिनि हलन्त्यं हल् वर्णः अस्ति अन्तिमवर्णः भगिनि हल् वर्णः एव अस्ति हलन्त्यम् अस्ति पकारः अतः यदा अहं हलन्त्यम् एतस्य उपयोगं कृत्वा पकारस्य इत्संज्ञा करोमि अवशिष्टं किम् अवशिष्टं शकारः इदानीं पुनः अहं शकारः ओ शकारः अकारः ओके एतत् मम हस्ते अवशिष्टम् अस्ति ओके ओके भगिनि यावत्पर्यन्तम् अवगतम् अवगतं भगिनि गतम् अवशिष्टम् अस्ति शकार अकार ओके इदानीं पुनः परिशीलनं कुर्मः किमस्ति हलन्त्यं तत्र समाप्तं न विभक्तौ तु स्मः विभक्तिप्रत्ययः अस्ति वा एतत् न भगिनि ओके विभक्तिप्रत्ययः नास्ति सिङ्ग् नास्ति अतः विभक्तिप्रत्ययः नास्ति विकरणप्रत्ययः अस्ति आदिर्निटुडवः अत्र किं परिशीलनं कर्तव्यं आदिर्निटुडवः एतस्य उपयोगं कर्तव्यं चेत् किं परिशीलनं कर्तव्यं वर्णसमूहः अस्ति चेत् अत्र अस्ति वा अत्र अस्ति वा डु अस्ति न एतत् नास्ति. तदनन्तरं किम् अस्ति, शः प्रत्ययस्य इति सूत्रमस्ति. ओके, शः प्रत्ययस्य अत्र किं परिशीलनं कर्तव्यम्? शः प्रत्ययः शः प्रत्ययस्य एतस्य उपयोगं कर्तव्यं चेत् किं वर्णः आदिमवर्णः भवितव्यम्? आदिमवर्णः शकारः भवितव्यम्. भवितव्यं शकारः अस्ति, मूर्धन्यशकारः न, तालव्यशकारः अस्ति न अत्र. आं भगिनि, अतः तदपि निष्कासनम्. ओके, सः प्रत्ययस्य एतस्य अपि निष्कासनम्. इदानीं चुटु अत्र के वर्णाः? चुटु चुटु सवर्ग सवर्गः अथवा अत्र टवर्गः अथवा अत्र चवर्ग टवर्ग किमपि अस्ति वा? नास्ति भगिनि. अतः एतदपि गतम् इदानीम् आगच्छति लशक्व तद्धिते. ओके, अत्र के वर्णाः? अत्र लशक् खगङ्ग शकारः सवर्गीय वर्णः सवर्ग. ओ, अत्र शकार शकारः अस्ति. लशक्व तद्धिते अत्र के वर्णाः? लकारः शकारः कवर्गीयवर्णः. लकारः वर्णः अस्ति चेत् तस्य संज्ञा भवति. शकारः न भगिनि, शकारः अस्ति. क्षम्यतां भगिनि, शकारः अस्ति, शकारः अस्ति. अतः शकारः अपि गच्छति चेत् किम् अवशिष्टम्? अकारः अवशिष्टम्. अकारः अवशिष्टम् प्रोसेसिङ्ग् सम्यक्तया कुर्मः. इदानीम् अत्र प्रथमकार्यं वयं किं कुर्मः? चकारस्य लोपः. चकारस्य लोपः केन सूत्रेण? चषक् लषक्व तद्धिते. ओके, लषक् लषक्व तद्धिते. तद्धिते. ओके ओके भगिनि. तदनन्तरं किम्? तदनन्तरं पकारः अस्ति भगिनि, अवशिष्यते. पकारस्य केन सूत्रेण गच्छति? आदि न विभक्तौ तु स्मः. न विभक्तौ तु स्मः कथं? क्षम्यतां भगिनि, हलन्त्यं हलन्त्यं हलन्त्यम्. ओके, हलन्त्यम् इत्यनेन किं भवति? पकारस्य इत्संज्ञा भवति. ओके, संज्ञा भवति. ओके, तदनन्तरम् इदानीमेव अवशिष्टरूपं इत्संज्ञा न भवति. अतः पकारः अवशिष्यते भगिनि, अकारः अवशिष्यते. हलन्त्यम् इत्यनेन गच्छति, तदा कथम् अवशिष्यते? अकारः अवशिष्यते भगिनि, अकारः अवशिष्यते. परन्तु तत्पूर्वं वयं किं कुर्मः? लषक्व तद्धिते इत्यनेन शकारस्य इत्संज्ञा, अलङ्क्यम् इत्यनेन पकारस्य इच्छन्या एकं सूत्रं विस्मृतं किम् अस्ति केवलम् इच्छन्या कर्तव्यं न तस्य लोपः अपि कर्तव्यं हा भगिनि तस्य लोपः कृत्वा एव लोपकार्यं भवति न आं भगिनि लोपः इत्यनेन लोपः अनन्तरं तस्य लोपः इत्यनेन सकारः गतम् उपकारः अपि गतम् अवशिष्यम् अवशिष्टरूपम् अकारः अवशिष्यते आं भगिनि एतदस्ति उपयोगीरूपं विकरणप्रत्यये वयं भू शक्ति परन्तु तदनन्तरं भवति इति वयं कुर्मः न आं भगिनि भवति ओके एव ओके ओके समयः जातः अतः अहं टेबल् अपि न कर्तुं शक्नोमि हा अन्यथा टेबल् रूपेण परन्तु अत्र वयम् अहं तु लिखितवती अतः सर्वदा एतस्य आधारं स्वीकुर्वन्तु प्रथमं किम् उपदेशे जनुनासिक इत् अतः अनुनासिकवर्णः अस्ति वा न हलन्तवर्णः अस्ति वा न विभक्ति अस्ति तद्धित अस्ति एतस्यापि ज्ञानम् आवश्यकम् अनन्तरं नी टु डु वर्णसमूहः अस्ति वा न इर् वर्णसमूहः अस्ति वा न ओके एवं परिशीलनं कर्तव्यम् अनन्तरं तदस्ति सर्वत्र ओके सर्वत्र अनन्तरं केवलं प्रत्ययविषये यदा आदिमवर्णः षकारः अस्ति आदिमवर्णः चवर्गीय टवर्गीय अस्ति आदिमवर्णः ल श वा कवर्गीयवर्णः एतत् सर्वं किं भवति इत्संज्ञा भवन्ति तदनन्तरं किं कर्तव्यं तस्य लोपः यत् सूत्रमस्ति तस्य उपयोगं कृत्वा इत्संज्ञानां लोपकार्यं कर्तव्यम् अनन्तरं यत् रूपम् अवशिष्टमस्ति तस्य उपयोगम् अग्रे कर्तव्यम् ओके यावत्पर्यन्तं केवलं प्रोसेसिङ्ग् अस्ति हा पूर्णिमा उक्तवती न जस् यदस्ति ततः वयम् अस्पर्यन्तम् आगतवन्तः तदनन्तरं किं कर्तव्यं तत्तु भिन्नं कार्यम् ओके ओके तदर्थं तु भिन्नं सूत्रमपि अस्ति ओके ओके भगिनि सर्वे जनाः अवगतवन्तः ओके अग्रिमवर्गे अभ्यासमेव वयं कण्टिन्यू कुर्मः अथवा करपत्रस्य अग्रिमभागं स्वीकुर्मः वदन्तु अभ्यासमेव कुर्मः भगिनि स्पष्टीकरणं भवति आं महोदय अहमपि अभ्यासं कुर्मः भगिनि एतत् अपि करपत्रे अधः अभ्यासः अस्ति तत् कुर्मः महोदय अस्मिन् करपत्रे अभ्यासः अस्ति परन्तु इतः अहं केचन प्रत्ययाः स्वीकृतवती केचन अधिकं योजितवती अस्तु महोदय अतः विकरणप्रत्ययश्च विभक्तिप्रत्ययश्च अभवत् तत्र करपत्रे अन्यधातोः करणीयमिति दत्तवन्तः कुर्मः अतः एव अहं प्रश्नं पृष्टवती भवन्तः सर्वे अभ्यासम् अधिकं कर्तुम् इच्छन्ति वा अत्र स्थगयामः, अनन्तरं पठित्वा पुनः एतत्तु आगच्छति। हा चिन्ता नास्ति, बहु सम्यक् अवगतं महोदय। ओके, एतत् कण्टिन्यू कर्तव्यम् अग्रिम अवसरे कृत्वा आगच्छन्तु। तदा किञ्चित् सरलमपि भविष्यति, शीघ्रमपि अग्रे गन्तुं शक्नुमः। अत्र अहं पुनः धातवः अथवा अन्यप्रत्ययाः अपि योजयामि। किम् अद्यतन रेकार्डिङ्ग् स्थापयामि, तस्मिन् समये एतस्य अटाच्मेण्ट् अपि अहं प्रेषयामि, तत्र अधिकं योजयित्वा प्रेषयामि। ओके, चलति वा? अथवा एतत् पर्याप्तं? न भगिनि, सम्यक् अधिकं प्रेषयति भविष्यति भगिनि, येन एतत् पाठः बहु सम्यक् अस्ति, परन्तु अवगमनं किञ्चित् क्लेशम् आसीत्। इदानीं सम्यक् पाठनमपि बहु सम्यक् अस्ति भगिनि, अवगन्तुं शक्यते। बहु शनैः शनैः गच्छति खलु, बहु सम्यक् अवगन्तुं शक्यते। ओके, अग्रिम अवसरे वयम् एकं टेबल् निर्माणं कुर्मः, कथं परिशीलनं कर्तव्यं। हा, भवन्तः अपि तस्मिन् विषये चिन्तनं कुर्वन्तु। अस्माकं हस्ते केवलं सप्तसूत्राणि सन्ति। ओके, अस्मिन् स्तरे यावत्पर्यन्तं वयं पठितवन्तः तावत्पर्यन्तं केवलं सप्तसूत्राणि अस्माकं हस्ते सन्ति। अग्रे अग्रे अधिकानि आगच्छन्ति, अधिकानि सूत्राणि आगच्छन्ति। ओके, तदा किं सूत्रं कदा कुत्र उपयोगं कर्तव्यं, तत्र भ्रमः न भवितव्यम्। अस्मिन् स्तरे एव उपयोगं कथं करणीयं यत् वयं जानीमः, किञ्चित् सरलं भविष्यति, कारणम् इदानीं केवलं सप्तसूत्राणि सन्ति। ओके, सप्तसूत्राणि यत् सन्ति तस्य उपयोगं सम्यक्तया अवगमनं भवति चेत् अग्रे सरलं भविष्यति इति अहं मन्ये। ओके, समापयामः। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदस्य पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिश्शान्तिश्शान्तिः। धन्यवादः, पुनर्मिलामः। धन्यवादः।